पृथक्त्वभेदयोः परस्परवैलक्षण्यम् इति विषयः, तस्मिन् विषये वयम् अन्तिमविभागे स्मः. निगमनम् इति अस्माभिः चर्चितं गते सप्ताहे. तस्य विषये इतोपि किञ्चित् पुनरावलोकनं कृत्वा अग्रे सरेम. तर्हि रत्ना भगिनी पठति वा निगमनम् इत्यस्मात् आरभ्य करपत्रात्? आं भगिनि, पठामि. निगमनं किञ्च विभागे भिन्नदेश देशव्यापिमूर्तवृत्तिपृथक्त्वे च विस्पष्टं प्रतीयमानम् अवधित्वं भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञान अधीनज्ञान ज्ञानानविषयः इत्यनयोः विषययोः चिन्तने अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक्. हस्तवृक्ष इदं वाक्यं परिशीलयामः. तर्हि अस्मिन् वाक्ये कस्य कस्य तुलना अस्ति, कयोः विषयोः चिन्तनम् इत्यादिकं किञ्चित् उच्यताम्. विभागे विभिन्नदेशव्यापि मूर्तवृत्तिपृथक्त्वे च अत्र विभागस्य विषयः, अनन्तरं विभिन्नदेश व्यापिमूर्तवृत्तिपृथक्त्वे पृथक्त्वं पदार्थः पृथक् इति वदामः चेत् ते भिन्नदेशे स्तः इति वयं जानीमः. द्वौ पदार्थौ पृथक् इति वदामः चेत् अस्मिन् दीर्घपदे विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वे इत्यस्मिन् पदे तत्र विशेषणं किमस्ति, विशेषं किमस्ति? पदस्य विभजनं कृत्वा वदामश्चेत् कथं वदामः? विभिन्नदेशे विभिन्नदेशव्यापिमूर्तवृत्ति पृथक्त्वे, पृथक्त्वं मूर्तद्रव्ये अस्ति. मूर्तद्रव्यम् अथवा द्रव्ये द्विवचनं वदामः चेत् भिन्नदेशे ये मूर्तद्रव्ये स्तः तयोः पृथक्त्वं अस्ति इति. तयोः पृथक्त्वम् अत्र विषयीक्रियते. तर्हि आहत्य विभिन्नदेशव्यापिमूर्तद्रव्यवृत्ति पृथक्त्वम् इति, तत्र विभिन्नदेशव्यापिमूर्तद्रव्यवृत्ति इति विशेषणं, पृथक्त्वम् इति विशेष्यं, पृथक्त्वे इति सप्तमी, विषयसप्तमी इति उच्यते. तर्हि विभागस्य विषये विभिन्नदेशव्यापिमूर्तवृत्तिपृथक्त्वस्य विषये इति अर्थः अत्र. अस्तु, तर्हि अस्मिन् विषये किं प्रतीयमानम् इति सर्वम् अग्रे. च विस्पष्टं प्रतीयमानम् अवधित्वं भेदप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञान अधीनज्ञानविषयः च विस्पष्टं प्रतीयमानम् अवधित्वं अत्र विभागस्य विषये अथवा पृथक्त्वस्य विषये वदामः चेत् अवधिः अपि भवति. तत्र भेदीयप्रतियोगिता भेदस्य विषये वदामः चेत् प्रतियोगिता अपि प्रतियोगितायाः विषयः अपि आगच्छति. अनन्तरं भेदस्य विषये इत्युक्ते अन्योन्य अभावस्य विषये वदामः चेत् तादात्मीय आदि अनेकपदार्थानां ज्ञानस्य विषयः अपि आगच्छति इति वा? हा, अत्र किन्तु अस्मिन् वाक्ये, अस्मिन् उपवाक्ये भेदीयप्रतियोगिता च तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इति उपवाक्यम् अस्तु. अस्मिन् उपवाक्ये तत्र विशेषणं किं, विशेष्यं किम्? विशेष्यम् अस्ति प्रतियोगिता, भेदीयप्रतियोगिता. समीचीनम्. हा, तत् विशेषमस्ति. तस्य विशेषणमस्ति तादात्मीय आदि अनेकपदार्थ ज्ञान अधीन ज्ञानविषयः. तादात्म्य तर्हि भेदीयप्रतियोगिता कीदृशी? तादात्म्यसम्बन्धावचिन्ना प्रतियोगिता. अनन्तरं यत्किमपि धर्मं भवति यथा गणत्वं, तेन अवच्छिन्ना प्रतियोगिता. तर्हि आहत्य भेदीयप्रतियोगिता कीदृशी इत्युक्ते तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः इति. अस्तु, तर्हि अग्रे उक्तमस्ति इत्यनयोः विषयोः चिन्तनेऽपि. इत्यनयोः इति द्विवचनं खलु, षष्टि. तर्हि द्वयोः वस्तुनोः तुलना जायमाना अस्ति अत्र. पृथक्त्वं भेदः च न, चिन्तयतु, वाक्ये कयोः तुलना अस्ति? अनयोः विषयोः इति कयोः निर्देशः अत्र इति विभागे कस्य चिन्तनं कया केन तुलनया सह इति? प्रथमं वयं पृथक्तस्य विषये, विभागे विभिन्नदेशव्यापि मूर्तवृत्तिपृथक्त्वे तस्मिन् अवधित्वम्. अनन्तरं भेदीयप्रतियोगिता, अत्र भेदस्य विषये प्रतियोगिता आगता. अनन्तरं पृथक्तस्य विषये अवधित्वम् आगतं, तयोः इति वा? हा, समीचीनम्. इत्यनयोः विषयोः, यद्यपि बहवः अंशाः अन्तर्भूताः अस्मिन् वाक्ये, अस्माकम् अवधानं तु अवधित्वं प्रतियोगिता अनयोः उपरि स्यात्, यतोहि तयोः विषये चिन्तनं भवति अग्रे गत्वा. अस्तु, पृथक्त्वस्थले प्रतीयमानम् अवधित्वम् अपि च तादात्म्यादि अनेकपदार्थज्ञानाधीनज्ञानविषयः प्रतियोगिता इति वस्तुद्वयं. तयोः चिन्तने अपि किं प्रतिभाति अत्र? पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः. इत्युक्ते प्राचीनानां मतमस्ति पृथक्त्वं चतुर्विंशतिगुणेषु अन्यतमः इति. न स्थूलबुद्ध्या विचारणीयः इति तावत् मम प्रतिभाति इति दिक्. न स्थूलबुद्ध्या विचारणीयः, स्थूलबुद्ध्या विचारणी इत्युक्ते पृथक्तस्य विषये स्थूलबुद्ध्या विचारं न करणीयम् इति वा? हा, अस्मिन् सन्दर्भे ययोः तुलना जायमाना अस्ति अवधित्वं प्रतियोगिता. अनयोः तुलनया अपि प्रतियोगिता कीदृशी, अवधित्वं कीदृशम् इति तुलनया अपि पृथक्त्वम् अतिरिक्तः गुणः इति प्राचीनानाम् आशयः एव समीचीनं भवति इति वाक्यस्य अर्थः. तर्हि इदं इमं विचारं स्थूलबुद्ध्या न विचारणीयः, नाम सूक्ष्मरीत्या विचारणीयं भवति इति. तर्हि आशयः अस्ति यत् अस्मिन् विभागे अन्तिमः विभागः बहुभिः रीतिभिः पृथक्त्वम् अपि च भेदः समानौ न इति साधितं, युतसिद्धत्वं, संयोगः इत्यादिकम् उक्त्वा. अधुना अवधित्वम् अपि च भेदीयप्रतियोगिता अनयोः तुलनां कृत्वा अपि पुनः तदेव साधयिष्यन्ति प्राचीनाः. तर्हि कथं साधयिष्यन्ति इति वदेम, अत्र पश्यामः. तर्हि सावित्री भगिनी किञ्चित् वदति वा सारांशरूपेण किमर्थं भेदीयप्रतियोगिता, तादात्म्यादि अनेकपदार्थ ज्ञानादीनविषयः अवदित्वं तथा न इति? आम् अग्रे पठामि वा अथवा सारांशरीत्या वदामि वा? सारांशरीत्या वदति चेत् पर्याप्तम्. अस्तु अस्तु. यदि प्रतियोगितायाः विषयः चिन्तनीया भवति तत्र सारल्येन प्रतियोगिता कुत्र अस्ति, कीदृशी इति चिन्तनं सारल्येन न भवति. प्रथमं प्रतियोगिता भेदस्थले प्रतियोगिता भवति. यदा उदाहरणं स्वीकृत्य वदामि, हस्तः वृक्षात् भिन्नः इति वाक्ये वृक्षः इति प्रतियोगी भवति, तस्मिन् प्रतियोगिता भवति. तत्र इत्युक्ते वृक्षस्य अन्योन्यभावः हस्ते अस्ति किल. प्रतियोगिता कीदृशी, प्रतियोगिता कुत्र अस्ति इति ज्ञानसम्पन्न करणीयं चेत् प्रथमं अन्योन्यभावस्य चिन्तनं भवति, अपि च वृक्ष प्रतियोगिता केन अवच्छिन्ना भवति, तत् किञ्चित् सूक्ष्मरीत्या परीक्षा भवति. तदर्थं तत्र लिखितमस्ति ज्ञानादीनज्ञानविषयः. प्रथमं पदार्थज्ञानं कीदृशसम्बन्धेन भवति, अपि च सर्वं चिन्तयित्वा एव प्रतियोगितायाः ज्ञानं भवति. परन्तु अवधिस्थले साक्षात् एव भवति इति वक्तुं शक्नुमः. किमर्थं चेत् भिन्नदेशत्वम् एव अपेक्षितं तत्र. यत्र वस्तुद्वयोः भिन्नदेशे स्तः तत्र पृथक्त्वम् अस्ति इति साक्षात् एव ज्ञानं भवति. परन्तु प्रतियोगिता अपि च अवधित्वं तुलना कृत्वा वयं जानीमः भेदः पृथक्त्वं नास्ति. पृथक्त्वं सरलम् अस्ति. ज्ञानार्थं अधिकं ज्ञानं न अपेक्षितं, परन्तु प्रतियोगितायाः ज्ञानं किञ्चित् सूक्ष्मरीत्या परीक्षा कृत्वा एव वक्तुं शक्नुमः द्वयोः समानं नास्ति इति. समीचीनं. तर्हि यथा भगिन्या उक्तं, हस्तवृक्षात् भिन्नः इत्यस्मिन् वाक्ये वृक्षः प्रतियोगी, तस्मिन् प्रतियोगिता. प्रतियोगिता सर्वदा केनचित् धर्मेण अवच्छिन्ना भवति. अत्र तु वृक्षत्वम् इति धर्मः, अथवा अन्योन्याभावस्थले तादात्म्यसम्बन्धेन. अन्य अपरः अभावः भवति चेत् सम्बन्धः अपि भिद्यते. तर्हि प्रतियोगिता कीदृशी इति ज्ञातव्या भवति, भेदः कीदृशः इति ज्ञातुं प्रथमतया. यतोहि वयं सर्वदा पश्यामः खलु, हस्ते कीदृशः भेदः अस्ति इति चेत् तादात्म्यसम्बन्धावच्छिन्न वृक्षत्वावच्छिन्न प्रतियोगिता कः भेदः हस्ते अस्ति इति भवति. तर्हि प्रतियोगिता कः इति आगतं तत्र. तर्हि प्रतियोगिता कीदृशी इति ज्ञातव्या भवति प्रथमतया इति कृत्वा, बहु पूर्वज्ञानम् अपेक्षितं प्रतियोगिता ज्ञातुं. परन्तु केवलम् अवधिः इति यत्र भवति यथा पृथक्त्वस्थले तत्र पूर्वज्ञानं बहु किमपि न अपेक्षते इति कृत्वा अपि प्रतियोगिता इति प्रतियोगिताकः अभावः भिन्नः अवधित्वम् अथवा अवधिकं पृथक्त्वं भिन्नः इति ज्ञायते इत्यस्य विषये सर्वेषां मनसि स्पष्टता अस्ति वा अत्र कोऽपि प्रश्नः अन्य केन आगतम् वर्धिनी अस्मि भगिनि वर्धिनी भगिनि अनन्तरम् अन्य कोऽपि अस्ति क्षम्यतां नमस्कारः भगिनि अजितः अजितः महोदय अन्य कोऽपि अस्तु तर्हि अवधित्वं भिन्नरीत्या परिशील्यते प्रतियोगिता भिन्नरीत्या परिशील्यते प्रतियोगिता ज्ञातुं बहु पूर्वज्ञानम् अपेक्षितं केन सम्बन्धेन अवच्छिन्ना केन धर्मेण अवच्छिन्ना इति सर्वं परन्तु अवधित्वं ज्ञातुं तावत् ज्ञानं न अपेक्षितम् इति कृत्वा पृथक्त्वस्य परिशीलनार्थं बहु ज्ञानं न अपेक्षितं किन्तु भेदस्य परिशीलनार्थं पूर्वज्ञानं प्रतियोगिताकं ज्ञानम् अपेक्षितम् इति कृत्वा तेन आधारेण अपि पृथक्त्वं भेदः नास्ति इति साधनीयं भवति अत्र इति सारांशः अस्तु इतः अग्रे अन्तिमपरिच्छेदद्वयं पठेम नूतनतया स्थापितमासीत् तत्र तत् पठेम इदानीं पृच्छामि हस्तः वृक्षात् पृथक् इति वदामः चेत् तत्र पुनः वृक्ष अवधित्वम् अस्ति पृथक्त्वं हस्ते अस्ति पृथक्त्वम् अवधिकम् अथवा सावधिकम् अनन्तरं कथं पृथक्त्वम् अवधिकम् इति भवति का प्रत्यय कथं तत्र तत्तु समासान्तप्रत्ययः कश्चन तर्हि सावधिकम् इत्युक्ते अवधिना सह वा इति किमपि अस्ति प्रायः बहुव्रीहि समासः इति चिन्तयामि किन्तु अवधिकम् अपि पृथक्त्वं भवति वा न अवधिकं पृथक् एकदृष्ट्या तथैव अवधिकं पृथक्त्वम् इति वदामश्चेत् तत्र विशेषणविशेषभावः खलु अवधिकं पृथक्त्वं सावधिकं पृथक्त्वम् अथवा वृक्षावधिकं पृथक्त्वम् इति यत्र यत्र क प्रत्ययः अस्ति विशेषणं भवति कस्यचित् अत्र पृथक्त्वस्य किन्तु पृथक्त्वस्य विशेषणं कथम् अवधिकम् इति मया न ज्ञातम् इदानीं प्रतियोगिताकः अभावः इति श्रुतं खलु आं तद् अवगच्छामि तद्वदेव अत्र अवधिकं पृथक्त्वम् अस्तु सावधिकम् इत्युक्ते यत्र पृथक्त्वस्य ज्ञानम् अस्ति तत्र तत्र पृथक्त्वस्य अवधिः कः इति प्रश्नः उदेति अवधिः स्यादेव अतः पृथक्त्वं सावधिकम् यत्र कुत्रापि क प्रत्ययः युज्यते तत्र कुत्रचित् विशेषणविशेषभावः अस्ति इत्येव आम् अस्तु अस्तु भगिनि एतस्मिन् विषये वृक्षावधिकं पृथक्त्वम् वृक्षावधिकं पृथक्त्वं विशेषणविशेषभावः यथा उन्नतः बालकः तद्वत् तावदेव अन्यत् किमपि नास्ति अस्तु यथा औन्नत्यं बालके अस्ति औन्नत्यम् इति वस्तुतः विशेषणं गुणः तद्वत् अवधिकत्वं पृथक्त्वे भवति अस्तु अवधित्वम् अवधिकत्वं न परन्तु अवधित्वं वृक्षे भवति यतोहि वृक्षः अवधिः अस्तु तावदेव. अस्तु अस्तु भगिनि, धन्यवादः. अस्तु तर्हि सभ्यसाची महोदय, अत्र प्रश्नः उदेति इत्यस्मात् पठति वा? आं भगिनि, अत्र प्रश्नः उदेति तादात्म्य आद्येन आद्यनेकपदार्थज्ञानाधीनज्ञानविषयः प्रतियोगिता, किन्तु पृथक्त्वस्य अवधित्वं तथा ज्ञानाधीनं नास्ति इति उक्तम्. परश्च घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटत्वावच्छिन्नं भवति इति भाति. एवं रीत्या अत्रापि पूर्वज्ञानम् अपेक्षितम् एव. तर्हि उभौ अपि कथञ्चित् ज्ञानाधीनौ खलु? प्रतियोगिता ज्ञानाधीना, किन्तु पृथक्त्वस्य स्थले अवधित्वं तथा नास्ति इत्यनेन तयोः वैलक्षणम् इति कथं वक्तुं शक्यते? तर्हि प्रथमवाक्यम् अस्ति, अत्र प्रश्नः उदेति तादात्म्य आधनेकपदार्थज्ञानाधीनज्ञानविषयः प्रतियोगिता, किन्तु पृथक्त्वस्य अवधित्वं तथा ज्ञानाधीनं नास्ति इति उक्तम् इत्युक्ते यत् वयं अत्र पठितवन्तः, यत्र भेदविषयः अस्ति तत्र प्रतियोगिताविषये ज्ञानम् आवश्यकं. पूर्वं प्रतियोगिता कुत्र अस्ति इति, पूर्वज्ञानम् इति आवश्यकम् अस्ति. इत्युक्ते तादात्म्यसम्बन्ध अवच्छिन्ना प्रतियोगिता का भावरूपम् इत्युक्ते तत् ज्ञानम् आवश्यकं यत्र प्रतियोगिताविषयः आगमिष्यति. एवं प्रतियोगिता भेदस्थले आगमिष्यति, परन्तु पृथक्त्वस्थले तु अस्माकम् अवधित्वम् इति तत् ज्ञानम् आवश्यकं तथा पर्याप्तम् अस्ति. तर्हि पृथक्त्वस्य अवधित्वं तथा ज्ञानाधीनं नास्ति इति वयं जानीमः. तदनन्तरं द्वितीयवाक्यमस्ति, नाम पृथक्त्वस्य अवधित्वम् इति चिन्तयामश्चेत् तत्र अवधित्वं कीदृशम् इति पुनः चिन्तनं न भवति इति उक्तं खलु ग्रन्थकारेण? ग्रन्थकारेण किमुक्तं? प्रतियोगिता ज्ञात्वा एव भेदः कीदृशः इति ज्ञानं जायते. कीदृशः भेदः, प्रतियोगिता कः भेदः, तर्हि प्रतियोगिता कीदृशी इति सर्वं ज्ञातुं पूर्वज्ञानम् अपेक्षितं. प्रतियोगिता केन धर्मेण अवच्छिन्ना इत्यादिकं. परन्तु पृथक्त्वस्थले अवधित्वम् इति यदस्ति तस्य विषये तावत् पूर्वज्ञानं न अपेक्षितम् इति ग्रन्थकारेण उक्तम्. अस्तु, परन्तु अत्र प्रश्नः कीदृशः इति अग्रे अस्ति, पठतु महोदय. परश्च घटः पटात् पृथक् इति प्रतीतौ अवधित्वम् अपि पटत्वा अवच्छिन्नं भवति इति भाति. तर्हि यदि प्रतीतिः अस्ति घटः पटात् पृथक्, अत्र पटः इति अवधिः अस्ति, तर्हि वक्तुं शक्नुमः पटत्वा अवच्छिन्न भवति इति भाति. इत्युक्ते तथा पटावधिकः पृथक्त्वं घटे अस्ति इति वयं जानीमः. एतत् वाक्यम् अस्माकम् आसीत् पूर्वे. एवं वा भगिनि? अत्र कयोः तुलना अस्ति, अवधित्वम् अपि च प्रतियोगिता, ते एव समानस्तरे स्तः खलु? घटः पटात् पृथक् इति वा भवतु वाक्यम्, अथवा घटः पटात् भिन्नः इति वा भवतु वाक्यम्, वाक्यम् उभयोः वाक्ययोः परिशीलनेन ज्ञायते यत् पटत्वावच्छिन्नमेव भवति अवधित्वं, यथा प्रतियोगिता अपि पटत्वावच्छिन्ना अस्ति. पुनः तादात्म्यसम्बन्धावच्छिन्ना एव भवति अवधित्वं, यथा प्रतियोगिता अपि. अस्तु, तर्हि अत्र आपादनम् अस्ति यत् अवधित्वस्य ज्ञानमपि पूर्वज्ञानेन एव जनयति खलु जायते खलु इति. तर्हि प्रतियोगिता एव पूर्वज्ञानादीना, अवधित्वं पूर्वज्ञानादीना नास्ति इति उक्त्वा पृथक्त्वभेदयोः वैलक्षण्यमस्ति इति कथं साधयिष्यन्ति? इति प्रश्नः अस्ति. सत्यम्. एवं रीत्या अत्र अपि पूर्वज्ञानम् अपेक्षितमेव. किमर्थम् इत्युक्ते पटत्वा अवच्छिन्नम् इति भवति. तर्हि पूर्वज्ञानम् अवधिस्थले अपि आवश्यकं, यथा प्रतियोगितास्थले आवश्यकम्, अत्रापि अवधिस्थले अपि पूर्वज्ञानम् आवश्यकम्. तर्हि उभौ अपि कथञ्चित् ज्ञानाधीनौ खलु. तर्हि द्वयोः स्थले पूर्वज्ञानम् इति आवश्यकम्. तर्हि प्रतियोगिता ज्ञानाधीना, किन्तु पृथक्त्वस्थले अवधित्वं तथा नास्ति इत्यनेन तयोः वैलक्षणम् इति कथं वक्तुं शक्यते? इत्युक्ते यथा आपादनम् आसीत् प्रतियोगितास्थले केवलं पूर्वज्ञानम् आवश्यकम्, एवम् अत्र अवधिस्थले यथा वयं पृथक्त्वं चर्चयामः तत्र पूर्वज्ञानं न आवश्यकम् इति नास्ति. किमर्थम् इत्युक्ते पटत्वा अवच्छिन्न इत्युक्ते तत्रापि वक्तुं शक्नुमः, पृथक्त्वस्थले अपि वक्तुं शक्नुमः. तर्हि उभयोः स्थले पूर्वज्ञानम् आवश्यकं. तर्हि न वक्तुं शक्नुमः इति केवलं प्रतियोगितास्थले पूर्वज्ञानम् आवश्यकम्, एवम् अवधिस्थले पूर्वज्ञानं न आवश्यकं, तर्हि तथाधारेण भेद एवं पृथक्त्वस्य वैलक्षणं साधनं कर्तुं शक्नुमः? एतत् वक्तुं न शक्नुमः. किमर्थमिति द्वयोः स्थले पूर्वज्ञानम् आवश्यकम्. तर्हि कथञ्चित् उभावपि ज्ञानाधीनम् इति अस्ति. तस्य उत्तरम् अग्रे उच्यते. राजेन्द्रमहोदय पठति वा? आम् भगिनि. उत्तरत्वेन उच्यते पृथक्त्वस्य अवगमनार्थम् एतत् सर्वं परिशीलनं न अपेक्षितं. घटः पटात् पृथक् इति प्रतीतौ पृथक्त्वं घटे घटेन च विशिष्यते. घटः पटात् भिन्नः इति प्रतीतौ भेदः घटे किन्तु घटेन न विशिष्यते इति कारणतः अयं भेदः कीदृशः इत्यस्य अवगमनार्थम् इतोपि परिशीलनम् अपेक्षितम्. प्रतियोगी कः, तस्मिन् विद्यमाना प्रतियोगिता कीदृशी इति परिशीलनीयं भवति. यावत् न क्रियते तावत् प्रतीतिः एव न बुध्यते, किन्तु पृथक्त्वं तस्य अवधित्वं च न तथा. यद्यपि पृथक्त्वस्य अवधित्वस्य वर्णनं वक्तुं शक्यते या रीत्या भवत्याः उक्तं, तस्य आवश्यकता नास्ति. अत्र किम् उक्तम्? विभिन्नदेशव्यापी मूर्तवृत्तिपृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वं. यत्र विभिन्नदेशव्यापमूर्तिवृत्तिपृथक्त्वं वर्तते तत्र प्रतीयमानम् अवधित्वं विस्पष्टं, ततः अग्रे परिशीलनस्य आवश्यकता नास्ति. पृथक्त्वस्य गुणत्वात् आश्रयद्रव्येण विशिष्टत्वात् विभिन्नदेशव्यापी मूर्तिवृत्तित्वात् उत्तररूपेण सिद्धान्तिनः वदन्ति पृथक्त्वस्य अवगमनार्थं सर्वं यथा वेदी प्रतियोगितः विषये पूर्वज्ञानम् आवश्यकी अस्ति तथा तत् परिशीलनं पूर्वं परिशीलनं भवतु, तथा पृथक्त्वस्य अवगमनार्थं तत् सर्वं परिशीलनं न अपेक्षितं. यदा वदामः घटः पटात् पृथक्, पृथक्त्वं तु घटे अस्ति, घटेन एव विशिष्यते. ततः यदा पृथक् आश्रितौ घटः अस्ति, एकं स्थले घटः अस्ति, द्वितीयस्थले पटः अस्ति, घटः पटात् पृथक् यदा वदामः घटेन एव विशिष्यते पृथक्त्वं. तत्कारणतः अन्यत् अन्यपरिशीलनं न अपेक्षितं, न आवश्यकी. घटः यदा परन्तु यदा वदामः घटः पटात् भिन्नः इति प्रतीतो भेदः तु घटे अस्ति, परन्तु घटेन न विशिष्यते, तत् भेदः पटे पटे विशिष्यते इति कारणतः. एकनिमिषः महोदय, भेदः पटे विशिष्यते हा इद इत्यपि सत्यं, किन्तु अत्र घटेन भेदः न विशिष्यते इति किमर्थम् उक्तम्? यदा प्रतियोगिन पट यदा वदामः घटः पटात् भिन्नः, पटः केन धर्मेण केन तादात्म्यसम्बन्धेन अवच्छिन्नः भवति तत् अस्माकं ज्ञातुम् आवश्यकी अस्ति. तत् तत् विहाय तत् ज्ञानं न अस्ति, तत् घटः पटात् भिन्नः ता न वक्तुं तदा न वक्तुं शक्नुमः. यदा भेदी प्रतियोगिता तत् विशेषणं किम् अस्ति केन विशिष्यते तत् ज्ञातुम् अस्माकं पूर्वज्ञानम् आवश्यकी. तत् तदपि सत्यमेव, किन्तु पृथक्त्वस्थले एकमेव पृथक्त्वं घटे भवति खलु? कस्यचित् अपि द्रव्ये कस्मिंश्चित् अपि द्रव्ये एकमेव पृथक्त्वं, किन्तु भेदः न तथा. आश्रयभूतद्रव्येण न विद्यते. घटे पटभेदः भवितुमर्हति, वृक्षभेदः, गृहभेदः इति बहु किमपि भवितुमर्हति. तर्हि भेदः भेदस्य आश्रयः घटः, तेन आश्रयेण भेदः न भिद्यते अथवा भेदः अवच्छिन्नः न भवति. पृथक्त्वं तथा न, आश्रयभूतद्रव्येण एव अवच्छिन्नं भवति इति कृत्वा तत्र सारल्यम्. परन्तु घटे विद्यमानः भेदः कीदृशः इति ज्ञातुं यथा भवता उक्तं बहु किमपि ज्ञातव्यं भवति. अस्तु अग्रे. प्रतियोगी कः, तस्मिन् विद्यमानप्रतियोगिता कीदृशी इति परिशील्यं भवति. यथा घटः पटात् भिन्नः अथवा वृक्षः वृक्षः घटात् भिन्नः तद् वदामः, प्रतियोगी कः तत् अस्माभिः तत् ज्ञातव्यम् एव. तस्य विद्यमानप्रतियोगिता कीदृशी तत् अपि परिशील्यं भवति. यथा भवती इदानीमेव उक्तवती, तत् भेदः तु भिन्नभिन्न भिन्नभिन्नः सन्ति. घटे घटेन न विशिष्यते, अतः प्रतियोगी यः अस्ति तेन एव विशिष्यते. तत् कारणात् परिशीलनं भवति तत्र. यावत् न क्रियते तावत् प्रतीतिः न एव न बुध्यते. यदपि तत् परिशीलनं न कुर्मः तत् अस्माभिः न ज्ञातव्यं भेदः कीदृशी केन धर्मेण केन सम्बन्धेन तादात्म्यसम्बन्धेन विशिष्यते तत् न ज्ञातुं शक्नुमः. किन्तु पृथक्तं तस्य अवधित्वं च न तथा. इदानीं पूर्वं यथा अस्माभिः पठितवन्तः, पृथक्त्वं तस्य अवधित्वं तथा न तथा. यत्र घटः पटात् पृथक् इति प्रतीतौ यदा वदामः पृथक्त्वं घटे घटेन एव विशिष्यते. तत् तत् किञ्चित् किञ्चित् भिन्नता अस्ति तत्र. यद्यपि पृथक्त्वस्य अवधित्वस्य वर्णनं वक्तुं शक्यते या रीत्या भवत्या उक्तं तस्य आवश्यकता नास्ति. यथा पूर्वं तत्र आसीत् घटः पटात् पृथक् प्रतीतः अवधितम् अपि पटत्व अवच्छिन्नं भवति तत् वक्तुं शक्नुमः, परन्तु तस्य आवश्यकता नास्ति. विभिन्नदेशव्यापिमूर्ति पृथक्त्वे विस्पष्टं प्रतीयमानम् अवधित्वम्. अवधित्वं तु विशिष्यते यथा यथा विभिन्नदेशव्यापि मूर्तद्रव्ये सन्ति तत्र अवधितं स्पष्टं भवति. यत्र विभिन्नदेशव्यापि मूर्ति पृथक्तं वर्तते तत्र प्रतीयमानम् अवधितं विस्पष्टं. तत्र विभिन्नदेशव्यापि पृथक्त्वम् अस्ति तत् पृथक् आश्रितौ कारणेन तत् अवधितं तु स्पष्टं भवति. तथा अग्रे तत् परिशीलनस्य कोऽपि आवश्यकता नास्ति. पृथक्त्वस्य गुणत्वात् आश्रयद्रव्येण विशिष्टत्वात् विभिन्नदेशव्यापि मूर्तिवात् यथा पृथक्त्वं तु पृथक्त्वस्य आश्रयः अपि अपि यथा घटः पटात् पृथक् वदामः, पृथक्त्वस्य आश्रयः अपि घटः एव पृथक्त्वं घटे अस्ति, घटेन एव विशिष्यते. तत्र तत् कारणात् विभिन्नदेशव्यापि मूर्तिवात् अधिक परिशीलनं क्षमतां भगिनि, मूर्तवृत्तित्वात् तत्कारणतः अधिक परिशीलनस्य आवश्यकता नास्ति. समीचीनम् इति वार्ता अस्ति. तर्हि अस्मिन् भागे यत्किमपि चर्चितं तत् स्पष्टमस्ति वा? अत्र कोऽपि प्रश्नः? एतावत्पर्यन्तं करपत्रे यत्किमपि वयं पठितवन्तः तत्तु पुस्तके यदस्ति तस्य आधारेण एव सर्वं लिखितम्, उदाहरणानि दत्वा विस्तरेण चर्चा जाता. इतः अग्रे ग्रन्थेन ग्रन्थात् एव पठामः. अस्तु, तर्हि विद्याधरी ग्रन्थे अत्र भेदस्य पृथक्त्वस्य च को विशेषः इति भागः दृश्यते वा जयन्ती भगिनी, षण्णवतितमे पुटे? आं भगिनि, आम्. ततः आरभ्य पठति वा? हा, भेदस्य पृथक्त्वस्य च को विशेषः. अत्रेदं वक्तव्यं, घटः पटो न, घटः पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्याभावं तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताक अभावरूपं साधयन्ति इति उक्तम्. तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः, अतः सः सर्वपदार्थवृत्तिः. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. तथैव उत्क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम्, एतद्विशेषः तद्विशेषाद् भिन्नः, समवायः न संयोगः, घटाभावो न पटाभावः इत्यादि प्रत्ययैः च क्रियादिनिष्ठत्वम् अपि सिद्ध्यति. तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते. अत्र भेदस्य दीर्घरूपेण वर्णनम् अस्ति. अत्र घटः पटो न वा घटः पटात् भिन्नः इत्यादीनि वाक्यानि स्वीकृत्य घटः पट न घटः पटात् भिन्नः एतौ एतयोः उदाहरणयोः भेदस्य निर्देशम् एव कृतम् अस्ति. भेदः इत्युक्ते अन्योन्याभावः इति. कीदृश अन्योन्याभावः? घटः पटात् भिन्नः वा घटः पटो न एतयोः वाक्ययोः पटाभावः घटे अस्ति इति अस्ति. कीदृशपटाभावः? तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताक अभावः, नाम तादात्म्यसम्बन्ध अवच्छिन्न प्रतियोगिताक भेदः पटभेदः घटे अस्ति इति इति साधितम् अस्ति. अतः पटभेदः घटे अस्ति इत्येव उक्तं खलु? आम्. तैः ज्ञानैः सिद्ध्यन् पदार्थः अभावरूपः. अनेन भेदः इति इत्यनेन पदेन अभावरूपः एव निर्दिष्टः अस्ति. अतः सः सर्वपदार्थवृत्तिः. अभावरूपः, अभावः इति पदार्थः सप्तपदार्थवृत्तिः. कुत्र वर्तते? अत्र उदाहरणानि दत्तमस्ति. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. अत्र रूपम् इति गुणं स्वीकृत्य रूपं न घटः इत्युक्ते भिन्नरीत्या रूपं घटात् भिन्नम् इति वदामश्चेत् तत्र घटभेदः एव रूपे अस्ति इति आयाति. रूपभेदस्य घटभेदस्य रूपवृत्तित्वम् इत्युक्ते घटभेदः रूपे अस्ति इत्येव प्रतीतिः अस्ति अनेन. तथैव एव रूपमिति अत्र गुणं स्वीकृतम् अस्ति, गुणः स्वीकृतः तदेव भिन्नानि पदार्थानि भिन्नानां पदार्थानां विषय तथैव उत्क्षेपणं न पटः. उत्क्षेपणम् इति क्रिया अस्ति, कर्मः अपि अन्यः पदार्थः. घटत्वं पटत्वात् भिन्नम् इत्युक्ते सामान्यम् इति धर्मः खलु भगिनि. समीचीनं भगिनि. सामान्यम् इत्यपि पदार्थः, घटत्वम् इति जातिः अथवा सामान्यम् अस्तु. विशेषः अपि अन्यः पदार्थः, विशेषः अन्यस्मात् विशेषात् भिन्नः इति. पुनः समवायः न संयोगः, अत्र तु समवायः इति पदार्थः, संयोगः इति गुणः, एतयोः भिन्नता अस्ति इति प्रतीयते. पुनः घटाभावः न पटाभावः, अभावे अपि अभावः अस्ति इति. भिन्नानि वाक्यानि दत्त्वा अत्र अभावः, अन्योन्याभावः कथं सप्तपदार्थेषु वर्तते इति प्रदर्श्यते. इत्यादि प्रतीत्यैः च क्रियादिनिष्ठत्वम् अपि सिध्यति. तत्तु सम्यक्तया न अवगतम् भगिनि. क्रियादिनिष्ठत्वम् इत्युक्ते क्रिया वा कर्म इति पदार्थ इत्यादीनां वृत्तित्वम् अस्ति इति वा? इत्युक्ते केवलं क्रिया इति तत्र प्लेस् होल्डर् इव, क्रियादि इत्युक्ते क्रिया इत्यादयः पदार्थाः इति वक्तुं. क्रिया इत्युक्ते कर्म एव, कर्म अपि अन्यतमः पदार्थः खलु. उत्क्षेपणम् उत्क्षेपणं न पटः इति उक्तमस्ति. तथा च भेदः अन्योन्याभावः सर्वत्र वर्तते. अनेन अत्र प्रदर्शितम् अस्ति यत् भेदः इत्युक्ते अन्योन्याभावः एव. कथम् अन्योन्याभावः वा भेदः सप्तपदार्थवृत्तिः इति अत्र दीयते. समीचीनं भगिनि. अष्टमे पुटे चित्रमस्ति. अस्तु भगिनि. आमां, तर्हि किं तेन सावित्री भगिनि केवलं सप्तपदार्थेषु वर्तते इति प्रदर्शनम्? अभावः एकः एव पदार्थः यः सर्वपदार्थेषु वर्तते. चित्रं दर्शितमस्ति अष्टमे पुटे इति उक्तवती. हा हा, समीचीनम्. आं सत्यं, तत्र अष्टमे पुटे वस्तुतः चित्रम् अस्ति एव. अभावः अभावे अपि वर्तते, अतः एव घटाभावो न पटाभावः इति प्रतीतिः. सम्यक् अस्ति. अस्तु, इदं तु पूर्वमेव पठितं, केवलं पुनरावलोकनम्. इदानीं सर्वाणि पारिभाषिकपदानि ज्ञात्वा, अवधिः, अवधिकत्वम् इत्यादिकं ज्ञात्वा, अस्माकं मनसि कीदृशम् अवगमनं जायते इति परिशीलनीयं भवति. प्रथमवारं यदा पठितवन्तः तर्हि सर्वं सुस्पष्टं न आसीत्, किन्तु अधुना कीदृशम् अवगमनं जायते इति द्रष्टव्यं भवति. अस्तु, तर्हि भेदः सप्तपदार्थवृत्तिः इति पठितम्. अग्रे सरला भगिनी पठति वा? आं भगिनि. परन्तु पृथक्त्वं घटः पठात् पृथक् इति प्रत्ययविषय द्रवे एव भवति, न तु गुणादौ. गुणादिसमवायिकारणता द्रवे एव भवति इति प्राक् उक्तम्. अकारणे गुणे कथं पृथक्त्वं रूपं कार्यम् उत्पद्येत्? कस्यचित् गुणे जायमानो अपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणं गुणम अवगाहते, किन्तु घटभेदमेव रूपनिष्ठं, तस्मात् पृथक्त्वं भेदात् विलक्षणम्। अतिरिक्तं गुणः द्रव्यमात्रवृत्ति इति मनसि निधाय उक्त ग्रन्थे कृता नवद्रव्यवृत्ति इति। द्रव्यभिन्ने नास्ति इति अपि तदर्थः, तेन न सर्वपदार्थवृत्तिः यः भेदः, तस्मात् अस्य वैलक्षणं सूचितम्। परन्तु पृथक्त्वं घटपटात् पृथक् इति प्रत्ययविषयः, यदि वयं वद घटपटात् पृथक् इति वाक्येन वद वदेन प्रत्ययविषय ज्ञानम् उदेति, पृथक्त्वं घटे घटे अस्ति, तत् पटावधिकपृथक्त्वम् अस्ति, द्रव्ये एव भवति न तु गुणादौ। सो पृथक्त्वं द्रव्ये अस्ति, पृथक्त्वं गुणद्रव्ये भवति, द्रव्य घट अस्ति, गुणादिसमवायिकारणात् द्रव्ये एव भवति प्रागुक्तं। वयं जानीमः गुणद्रव्ये समवायिकारणं समवायिसम्बन्धेन भवति, द्रव्यनिष्ठगुण समवायिसम्बन्धेन भवति, कारणे गुणे कथं पृथक्त्वं। तर्हि समवायिसम्बन्धेन भवति इति तु सत्यं, किन्तु अत्र कारणतायाः विषये किञ्चित् उक्तं खलु। द्रव्य गुणस्य कारण द्रव्यं भवति, प्रथमं द्रव्य भवति, तस्य अनन्तरं कार्यं भवति, गुण द्विषणे प्राग् भवति जनयति, गुणस्य कारणं द्रव्य अस्ति। केवलं वारं वारं दृढीकर्तुं यत् द्रव्ये एव कारणता अस्ति, पृथक्त्वं गुणः, द्रव्ये एव कारणता अस्ति इति कृत्वा द्रव्ये एव भवति, गुणः सत् गुणः सन् पृथक्त्वं द्रव्ये एव भवति इति भवति। अकारणे गुणे कथं पृथक्त्वं कार्यम् कार्यम् उत्पद्येत्, यदि गुणः नास्ति तथा कथं पृथक्त्वं गुणे उत्पद्यते इति प्रश्न। एकनिमिष, अकारणे गुणे इति किमर्थम् उक्तम्? अकारणे गुणे मीन्स् यत् द्रव्यं नास्ति तत्र गुणः नास्ति। अकारणे गुणे इति गुणस्य विशेषणम् अस्ति, अकारणः गुणः, अकारणः इत्युक्ते किम्? अकारणं यद् द्रव्ये नास्ति, यद् गुणः अस्ति तस्य कारणं गुणः अस्ति, राइट्? अस्तु, रत्ना भगिनी किञ्चित् साहाय्यं करोति वा? अस्तु, इत्युक्ते गुणः गुणस्य कारणं न भवति, इत्युक्ते गुणे गुणः न तिष्ठति, गुणः अन्यगुणस्य कारणं न भवति, यथा द्रव्यं गुणस्य कारणं तथा गुणः गुणस्य कारणं न भवति इति वार्ता। यादृशी गुणादिसमवायिकारणता द्रव्ये अस्ति तादृशी एव कारणता गुणे नास्ति, नास्ति इति कृत्वा गुणः अकारणः, सप्तमी विभक्ति अकारणे गुणे। तर्हि अकारणे गुणे किं न स्यात्? पृथक्त्वं न स्यात्, पृथक्त्वम् इति कार्यं न स्यात्, कारणमस्ति चेदेव कार्यम्, अत्र कारणता एव नास्ति गुणस्य, नास्ति। ओके, कस्यचित् गुणे जायमानो अपि रूपं घटात् पृथक् इति प्रत्ययः, गुणे जायमानो अपि रूपं घटात् पृथक्, यदि वयं वदामः रूपं घटात् पृथक् इति पृथक् पृथक्त्वं रूपे भवति, रूप अत्र गुणः अस्ति, सो कथं गुणे गुणः भवति, एतत् जायमानगुणः घटभेदगुणे कथं पृथक्त्वं गुणरूपे घटावधिकं कथं भवितुं शक्नोति भगिनि? अत्र अवधिः इत्येव इत्यस्य विषयः न आगतः. एकवारं पठतु वाक्यं. कस्यचित् गुणे जायमानो अपि रूपं घटात् पृथक् इति प्रत्ययः. प्रत्ययः कः अथवा प्रतीतिः कः अत्र? प्रतीति रूपं घटात् पृथक् इति पृथक्त्वरूपे इति प्रतीतिः. इति प्रतीतिः अस्मिन् अस्यां प्रतीतौ किम् अवगाहते? अवगाहते इत्युक्ते विषयीक्रियते. विषयीक्रियते किम् अविषयीक्रियते किं न विषयीक्रियते? ओके, न पृथक्त्वं रूपं गुणम् अवगाहते किन्तु घटभेदम् एव रूपनिष्ठम्. अस्मिन् वाक्ये पृथक्त्वं रूपं गुणम् अवगाहते. पृथक्त्वं विषयी गुणे रूपे अस्ति एतत्. अत्र पृथक्त्वरूपम् इत्यस्मिन् वाक्ये यद् रूपमस्ति सः गुणस्य सूचकः न. पृथक्त्वम् इति गुणः पृथक्त्वरूपगुणः इति वदामः खलु तथा अस्ति. सो घटभेद एव रूपनिष्ठं. सो पृथक्त्वं घटभेदः सूचयति. पृथक्त्वं घटभेदः सूचयति इति नास्ति. प्रतीतिः कः? रूपं घटात् पृथक् इति प्रतीतिः किल? आम्. तस्यां प्रतीतौ अथवा तस्मिन् प्रत्यये किम् अवगाहते? घटभेदः अवगाहते. प्रतीतिः घटभेदमेव अवगाहते. अपि च घटभेदः कुत्र अस्ति? प्रतीतिं दृष्ट्वा वदतु. घटभेदरूपे अस्ति. रूपे अस्ति अतः घटभेदः रूपनिष्ठः. हा, इति एव प्रतीतिः अवगाहते. घटरूपनिष्ठं घटभेदं प्रतीतिः अथवा प्रत्ययः अवगाहते. किन्तु किं पृथक्त्वं? हा, किन्तु पृथक्त्वरूपं रूपे नास्ति इति वार्ता. किमर्थं पृथक्त्वं रूपे नास्ति? गुणे गुण कारणे गुणे पृथक्त्वं न भवितुं शक्नोति. पुनः पृथक्त्वमपि गुणः अकारणे गुणे पृथक्त्वरूपकार्यं कथम् उत्पद्यते इति कृत्वा उत्पद्यते. पृथक्त्वं गुण न अवगाहते किन्तु घटभेदम् एव रूपनिष्ठम् अस्ति अवगाहते इति अवगाहते. अस्तु, अग्रे. तस्मात् पृथक्त्वं भेदात् विलक्षणम् इति कारणे इति तस्मात् मीन्स् रूप पृथक्त्वं गुणे गुणरूपे नास्ति किन्तु घटभेद एव रूपं घटभेदरूपनिष्ठम् अस्ति इति कारणे पृथक्त्वं भेदात् विलक्षणम् अस्ति. अतिरिक्तगुणः द्रव्यमात्रवृत्ति इति मनसि निधाय उक्तग्रन्थकृता नव्यद्रव्यवृत्ति इति. सो पृथक्त्वं गुणसमान यदि अस्ति गुण सर्वेषु द्रव्येषु वर्तते. सो पृथक्त्वमपि सर्वेषु द्रव्येषु वर्तते नव्यद्रव्यवृत्ति इति. नवद्रव्यवृत्तिः गुणः सर्वे द्रव्येषु विद्यमान पृथक्त्वं भवितुं शक्नोति. सत्यं. द्रव्यभिन्ने नास्ति इति अपि तदर्थ तेन च सर्वपदार्थवृत्ति यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितं. वयं पूर्वं पठितं भेदः सर्वपदार्थेषु वर्तते. सो इति पृथक्त्वं भेदस्य लक्षणं भवति. पृथक्त्वं नवद्रव्यवृत्तिः अस्ति, भेदः सर्वपदार्थेषु वृत्तिः अस्ति. समीचीनं. तर्हि भेदः तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिता कः अस्तु इति कृत्वा प्रतियोगिनं विहाय जगति सर्वत्र सर्वेषु पदार्थेषु भवति भवति यतोहि तादात्म्यसम्बन्धः इति स्वस्मिन्नेव भवति एकस्य पदार्थस्य अपरत्र न. अतः भेदः प्रतियोगिनं विहाय सर्वत्र. किन्तु गुणः केवलं स्वस्य कारणे, गुणस्य कारणं स्यात्, अपि च गुणस्य कारणं किं? स्वस्य आश्रयः. तर्हि वारं वारं स्पष्टीकरणार्थं द्रव्ये एव भवति इति स्पष्टीकरणार्थमेव कार्यकारणतभावः इति सर्वम् आनीतम् अस्मिन् परिचये. भगिनी, एतत् सर्वं प्राचीना वदति? आमाम्, इदं यत् पठितं भवत्या अपि च जयन्ती भगिन्या, एतत् सर्वं प्राचीनानां मतं. प्राचीनैः इदं सर्वम् उक्तं. भेदः अन्यतमः पदार्थः, सर्वपदार्थवृत्तिः. गुणः पृथक्त्वम् इति गुणः केवलं द्रव्ये वर्तते इति प्राचीनानां मतम्. बुद्धम्? आम्, अस्तु, धन्यवादः. अस्तु, तर्हि अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. एतल्लक्षणे असाधारणं कारणमिति निर्देशः कृतः. किं तेन ज्ञायते? साधारणकारणात् भिन्नं कारणं. किं साधारणकारणं? यत् सर्वं कार्यं ज्ञातुम् आवश्यकम्, यथा पूर्वोक्तः रागभावः. न हि तेन विना किञ्चित् कार्यं जायते, अतः सः साधारणकारणं. तद्भिन्नम् असाधारणं. यत् कार्यविशेषमेव जनयति न सर्वं कार्यं. यथा कपालः घटमेव जनयति, तन्तुः पटमेव. प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति. परन्तु सः पदार्थः अन्यानि घटादि कार्याणि न जनयति, अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति. शेषस्तु अग्रे वक्ष्यते. अत्र साधारणकारणम् असाधारणकारणमिति चर्चा अस्ति. असाधारणकारणम् अत्र उक्तम्. एतल्लक्षणे असाधारणं कारणम् इति निर्देशः कस्य लक्षणे? साधारणकारणम् इति उक्ते कस्य न न प्रश्नः अस्ति. एतल्लक्षणे इति कस्य लक्षणे इति सभ्यसाची महोदय वदति वा? किं किं भगिनी प्रश्नः पुनः वदति वा? अत्र एतल्लक्षणे असाधारणं कारणम् इति निर्देशः कृतः कस्य लक्षणे इति. कस्य लक्षणे इत्युक्ते अत्र पृथक्त्वं वा? पृथक्त्वं पूर्वस्मिन् पुटे यद् लक्षणवाक्यमस्ति तत् किञ्चित् पठति वा महोदय? आम् आम्, लक्षणवाक्यम् इत्युक्ते एकनिमिषः, अत्र घटत्वावच्छिन्न स्थूलाक्षरे यदस्ति पञ्चनवतितमे पुटे पृथक् व्यवहारसाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति असाधारणकारणं क्षम्यताम् असाधारणम् इति ज्ञानजनकवाक्यः अत्र अस्ति. पृथक्त्वव्यवहार असाधारणं कारणं पृथक्त्वम् इत्युक्ते पृथक्त्वम् इति असाधारणकारणम् अस्ति. पृथक्त्वं कुत् आ, असाधारणकारणम् अस्ति असाधारणं कारणं पृथक्त्वं तत्तु स्पष्टमस्ति कारणं पृथक्त्वम् असाधारणकारणं कं प्रति अथवा किं प्रति तादृशं कारणमस्ति व्यवहारं प्रति वा ज्ञानं प्रति न न न पृथक् व्यवहारं प्रति अग्रिमे पुटे एकं चित्रमस्ति महोदय पश्यति वा किञ्चित् चित्रस्य वर्णनं कर्तुं शक्नोति किम् अग्रिमपुटे खलु अत्र पृथक्त्वम् एवं घटः अस्ति वा सत्यं सत्यं आमामां प्रयत्नं करोमि तत्र घटः अस्ति घटे घटत्वम् अस्ति एवं घटे अपि विशेषता अस्ति तर्हि घटनिष्ठ घटत्वम् अवच्छिन्ना विशेषता इति वक्तुं शक्नुमः इति ज्ञानम् एवं पृथक्त्वं यदा पश्यामः तत्र पृथक्त्वे पृथक्त्वम् अस्ति पृथक् पृथक्त्वे पृथक्तत्वम् अस्ति एवं पृथक्त्वम् इत्युक्ते तत्र प्रकारता अपि अस्ति तर्हि पृथक्त्वनिष्ठ पृथक्तत्व अवच्छिन्नप्रकारता ज्ञानम् इति अपि वक्तुं शक्नुमः तदनन्तरं यत् ज्ञानम् आगच्छति प्रकारता निरूपित अथवा विशेषता निरूपितज्ञानम् हा प्रकारतनिरूपित अथवा विशेषतनिरूपित इति ज्ञानम् अस्ति प्रकारतनिरूपकज्ञानं विशेषतनिरूपितज्ञानम् एवं वा अस्तु अस्तु तर्हि यत् ज्ञानम् उपद्यते तत्र कार्यता अस्ति तत् कार्यता कारणता इति जनयति कार्यता कारणतां जनयति वा अथवा वस्तुतः वामतः मास्तु दक्षिणतः पश्यति चेत् पृथक्त्वम् इति प्रथमं कारणं भवति खलु तदर्थं पृथक्त्वे कारणता पृथक्त्वं किं जनयति पृथक्त्वं केवलं दक्षिणतः वामभागं गच्छति चेत् सर्वं स्पष्टं भवति पृथक्त्वं कारणं पृथक्त्वं कारणं पृथक् तत् कारणम् इति कार्यता इति जनयति कारणं कार्यं जनयति कार्यं किं शब्दप्रयोगः इति अस्ति हा शब्दप्रयोगः कीदृशः भवति अत्र तु पृथक्त्वम् अस्ति तत्र पुनः तत् शब्दप्रयोगः कारणता जनयति पृथक्त्वं शब्दप्रयोगं जनयति अत्र शब्दप्रयोगः किं स्यात् इति कोऽपि वक्तुं शक्नोति वा घटपटात् पृथक् इति घटः पृथक् इति शब्दप्रयोगः अथवा पृथक् व्यवहारः व्यवहारे पृथक् इति शब्दः घटितः अतः एव पृथक् व्यवहारः इति उक्तम् अस्तु तर्हि पृथक्त्वं घटः पृथक् इति शब्दप्रयोगं जनयति शब्दप्रयोगेण ज्ञानम् उत्पन्नं भवति अस्तु इदं ज्ञानं कीदृशं घटः पृथक् इति वदामश्चेत् घटे पृथक्त्वम् अस्ति इति भाति खलु उन्नतः बालकः तद्वद् बालके औन्नत्यम् अस्ति तद्वद् घटे पृथक्त्वम् अस्ति इति सर्वं ज्ञाने अवगाहते ज्ञानेन अपि च ज्ञाने प्रकारता अपि अस्ति विशेषता ज्ञाने ज्ञानस्य विषयः घटः तस्य विशेषणम् अस्ति पृथक्त्वम् इति कृत्वा विशेषणे प्रकारता विशेष्ये विशेषता इति सर्वं कृत्वा शब्दप्रयोगेन ज्ञानं भवति अपि च शब्दप्रयोगः कीदृशः, घटः पृथक् इति पृथक् शब्दघटितः, तदेव पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इत्यनेन सूचितम्। पृथक् व्यवहारं प्रति असाधारणं कारणं भवति पृथक्त्वम् इति गुणः, तत्तु सर्वद्रव्यवृत्तिः इति बुद्धं वा? आमां भगिनी, तत्र चित्रं पुनः इति दक्षिणतः वदामि इति पृथक्त्वम् अस्ति, पृथक्त्वं गुणः अस्ति, तत् पृथक्त्वम् इति कारणता कारणतातः तत् पृथक्त्वं कार्यता जनयति एवं पृथक्त्वं कार्यं न पृथक्त्वं कारणता जनयति न, पृथक्त्वं स्वयमेव कारणम् अस्ति, स्वयमेव कारणं भूत्वा शब्दप्रयोगं जनयति। सः शब्दप्रयोगः कीदृशः? पृथक् व्यवहारः, घटः पृथक्, पटः पृथक् इति पृथक् व्यवहारः। कारणम् अस्ति चेत् कार्यमपि अस्ति, कारणं पृथक्त्वं, कार्यं शब्दप्रयोगः, अतः पृथक्त्वे कारणता अस्ति, शब्दप्रयोगे कार्यता अस्ति। पुनः सः शब्दप्रयोगः किं जनयति? ज्ञानं जनयति अपरेषां मनसि, घटः पृथक् इति पृथक् व्यवहारेण ज्ञानम् उत्पद्यते इति कृत्वा एकवारं शब्दप्रयोगः कार्यं भवति, अपरवारं कारणं भवति ज्ञानं प्रति इति सर्वम् अस्मिन् चित्रे सूचितम्। अस्तु, धन्यवादः। हा, समीचीनम्। इति एव अत्र लक्षणवाक्ये अपि उक्तं पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति। कं प्रति पृथक्त्वम् असाधारणं कारणं भवति? शब्दप्रयोगं प्रति। हा, सरला भगिनी भवत्या यदुक्तं तदपि समीचीनं, किन्तु प्रथमतया शब्दप्रयोगं जनयति पृथक्त्वम्, अतः एव पृथक् व्यवहारं प्रति असाधारणं कारणं भवति। अस्तु, इति वार्ता अस्ति। अग्रे इतः अग्रे वर्धिनी भगिनी किञ्चित् पठति वा? कुत्र? एतल्लक्षणे असाधारणं कारणम् इति निर्देशः कृतः। तर्हि एतल्लक्षणे इति उक्तं कस्मिन् लक्षणे इति द्रष्टव्यमासीत्, अतः किञ्चित् विषयान्तरं जातम्, अतः इतः अग्रे गच्छतु। असाधारणं कारणमिति निर्देशः कृतः, किं तेन ज्ञायते? साधारणकारणात् भिन्नं कारणं, किं साधारणकारणं? यत् सर्वं कार्यं जनयितुम् आवश्यकं, यथा पूर्वोक्तः प्रागभावः, न हि तेन विना किञ्चित् कार्यं जायते। अस्तु अस्तु भगिनि, किञ्चित् उच्यताम् अस्मिन् विभागे किं किम् अस्ति। साधारणकारणेन कार्यं सर्वकार्यं जनयति, असाधारणकारणेन कोऽपि कार्याणि एव जनयन्ति, न सर्वं। एकं विशिष्टं कार्यं जातं भवति कार्य, अत्र उच्यते साधारणकारणम् इत्युक्ते कार्यसामान्यं प्रति कारणम् इत्युक्ते सर्वेषां प्रति कारणं यः भवति यद् भवति। असाधारणकारणम् इत्युक्ते विशेषकार्यम् अस्ति, विशेषमेव जनयति। अत्र उदाहरणं किमस्ति असाधारण? कपालः घटमेव जनयति। एकनिमिषः भगिनि, अत्र उदाहरणं किम् अस्ति साधारणकारणस्य? अतः सर्वकार्यं जनयितुं यद् सर्वं कार्यं जनयितुम् आवश्यकं तत् साधारणकारणं, यथा प्रागभावः। इति साधारणकारणस्य उदाहरणमस्ति। तद्वतेव कालः, ईश्वरः, अदृष्टः अपि साधारणकारणानि इति उक्तमासीत् तेषु दिनेषु यदा वयं पठितवन्तः प्रथमवारम्। अस्तु, कपालः घटमेव जनयति असाधारणकारणमस्ति, विशेषकारण सन्तः पटमेव तथा एव प्रकृते अपि प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव शब्दप्रयोगः भवति पृथक् पदार्थे अस्ति एव प्रकृते अपि इत्युक्ते अस्मिन् सन्दर्भे अपि कस्मिन् सन्दर्भे लक्षणवाक्यस्य सन्दर्भे लक्षणवाक्यस्य परिशीलनस्य सन्दर्भे पृथक् व्यवहार असाधारणकारणं पृथक्त्वम् इति प्रकृतविषयः अद्यतनः अथवा सम्प्रति यः चर्च्यमानः अस्ति सः विषयः तस्मिन् पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति इत्यस्य अर्थः कः शब्दप्रयोगः पृथक्त्वम् अस्ति एव भवति सत्यं पृथक्त्वम् इति निरूपितशब्दप्रयोगः सत्यं शब्दप्रयोगः इति कार्यं हा शब्दप्रयोगः इति कार्यं पृथक्त्वम् इति कारणं तादृशः पृथक् शब्दघटितः शब्दप्रयोगः पृथक्त्वपदार्थस्य स्वीकारेण एव भवति इति अस्तु अग्रे परन्तु सः पदार्थः अन्यानि घटादिकार्याणि न जनयति अन्यानि घटादिकार्याणि न जनयति पृथक्त्वमेव पृथक्त्वे एव अस्ति अतः सः तादृशशब्द व्यवहारस्य असाधारणकारणं भवति विशेषस्तु अग्रे वक्षते इति बुद्धं वा आमां तर्हि किम् उक्तम् अत्र सारांशः अस्ति हा सारांशरूपेण वक्तुमिच्छति चेत् पृथक्त्वम् इति पदार्थः अन्यानि कार्याणि न जनयति अन्यानि कार्याणि इत्युक्ते घटं वा पटं वा न जनयति पृथक्त्वं तस्य कार्यक्षेत्रं विशिष्टं विशिष्टः कार्यक्षेत्रः शब्दप्रयोगं पृथक् व्यवहारम् एव जनयति इति कृत्वा पृथक् व्यवहारस्य असाधारणकारणं भवति पृथक्त्वम् इति पदार्थः पृथक्त्वेन एव शब्दप्रयोगः अस्ति साधारणकारणान् प्रागभावः साधारणकारणः सत्यं तेन पृथक् व्यवहारः प्रागभावेन पृथक् व्यवहारः न जायते पृथक् व्यवहारं प्रति साधारणकारणम् अस्ति प्रागभावः किन्तु असाधारणं कारणं नास्ति असाधारणं कारणं तु पृथक्त्वम् एव इति एतत् सर्वं प्राचीनानां मतं पृथक्त्वम् इति विशेषः पदार्थः अपेक्षितः येन पृथक् व्यवहारः जायते अतः पृथक्त्वम् इति विशिष्टः पदार्थः आवश्यकः सः गुणः द्रव्ये अन्तर्भूतः भेदः इति भेदस्य तादृशकारणता नास्ति असाधारणकारणता पृथक् व्यवहारं प्रति इति कृत्वा भेदः अपरः एव पदार्थः इति प्राचीनानां मतम् भगिनि एकः प्रश्नः अस्ति अत्र पृथक्तपदार्थ सप्तपदार्थेषु अर्थं नास्ति वा भिन्ना अस्ति वा पृथक्तपदार्थ यदि पदम् उक्तम् अस्ति वस्तुतः सप्तपदार्था भिन्ना द्रव्य कर्म गुण समवाय विशिष्ट अहं चिन्तयामि पृथक्त्वमपि पदार्थः एव गुणः इत्यस्यां श्रेण्याम् आगच्छति इति सत्यं किन्तु गुणः पदार्थः तस्यां श्रेण्यां पृथक्त्वम् आगच्छति इति कृत्वा पृथक्त्वपदार्थः इति स्वीकृ तर्हि हा वर्धिनी भगिनी प्रश्नः आसीत् वा न भगिनी अस्तु तर्हि आशयः अस्ति तेषां, भेदः इति अपरः पदार्थः, पृथक्त्वम् इति अपरः पदार्थः, तावदेव वक्तुम् अत्र पृथक् पदार्थस्य स्वीकारः आवश्यकः इति. अस्तु, अजितः महोदय अग्रे पठति वा? आं भगिनि. सूक्तिलन्तिका भेदः एव पृथक्त्वं पृथक्त्वमिति आक्षेपस्य निरासः. अत्र इदं विचार्यते, भवति भेदेन सर्वत्र निर्वाहः, ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्वावगाहित्वेन उपन्यस्ताः, तेषां हि भेद एव विषयः, न च विनिगमनिवारिः विनिगमनाविरहः न च विनिगमनाविरहः रूपादौ रसादि प्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात् गुणे गुणानङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्. अत्र भेदः एव पृथक्तस्य इति आक्षेपस्य निरासः चर्चां कुर्मः. भेदः एव पृथक्त्वम् इति नवीननैयायिकानां मतं. तत्र प्राचीननैयायिकानां भगिनि प्रश्नः अस्ति, सूक्तिललन्तिका इत्युक्ते किम् अर्थः कः इति बहुत्र अस्ति अस्मिन् पुस्तके, कोऽपि जानाति वा? यदा अहं शब्दकोशे दृष्टवती ललन्तिका इति नेक्लेस् अस्ति, तर्हि सूक्तीनां ललन्तिका इत्युक्ते सूक्तीनां किं श्रेणी वा इति किमपि स्यात् इति अहं चिन्तयामि. अन्येषाम् अन्यत् कोऽपि किमपि उत्तरमस्ति वा? राजेन्द्रमहोदय सम्यक्तया न ज्ञायते. पूर्वं मया पृष्टं भगिनी कक्षायां, तदापि तथा एव उत्तरं प्राप्तं, कोऽपि न सम्पूर्णं न जानाति स्म तदापि. किन्तु ललन्तिका इत्युक्ते आभरणं, यथा भगिन्या उक्तं तदेव अस्ति शब्दकोशे. Something on the forehead, I think it is. Haan, Bhagini, Sukti, Sukti iti te atra likhitam asti, beautiful verse iti. Oh, astu. Sukti iti te, Sukti iti te, satyam, prayaha. Sukti iti te ukti hi, atava saying words yata mahodena uktam. तथा किमपि स्यात्. अस्तु, अग्रे सरेम. तर्हि अजितमहोदय अग्रे वदति वा? अत्र इदं विचार्यते इत्युक्ते भेदः एव पृथक्तस्य इति अपेक्षस्य आक्षेपस्य निरासः अत्र विचार्यते. भेदेन सर्वत्र निर्वाहः भवति इत्युक्ते यथा पूर्वमुक्तं, भेदः सर्वत्र सर्वेषु पदार्थेषु वर्तते. ये तावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्वावगाहित्वेन उपन्यस्ताः, तेषां हि भेद एव विषयः. अस्तु, एतावत् पूर्वोक्ताः प्रत्ययाः यथा वयं दृष्टवन्तः खलु घटः पटात् पृथक् इति प्रत्ययाः तेषां हि भेदः एव विषयः इति अतः तत्र भेदः एव सूचितं भेदः एव सूचितः यद्यपि घटः पटात् पृथक् इति पृथक्त्वावगाहि प्रत्ययः इति भाति पृथक्त्वावगाहि इत्युक्ते पृथक्त्वं येन विषयीक्रियते तादृशः प्रत्ययः यद्यपि तथा भाति तथापि भेदः एव विषयः तेषाम् इति कः वदति इति न प्राचीनाः तु पृथक्त्वम् इति भिन्नः पदार्थः भेदः भिन्नः पदार्थः इदं किं वदति यद् भवता पठितं तद् केन उक्तं कस्य मतं वयं पठन्तः स्मः अधुना कस्य मत इत्युक्ते इदानीं ग्रन्थकारस्य भेदः एव पृथक्तस्य इति अपेक्षस्य निरासः इति प्राचीनानां मतं खलु भेदः एव पृथक्त्वम् इति कस्य मतं नवीननैयायिकानां नवीननैयायिकानां मतं तस्य मतम् आक्षेपः अस्ति इति कः वदति प्राचीन हा तस्य आक्षेपस्य निरासः कः करोति आक्षेपस्य निरासः नवीन ग्रन्थकारः वा निरासः इत्युक्ते निवारण भेदः एव पृथक्त्वम् इति नवीनानां मतम् अस्तु नवीनानां मतम् आक्षेपः अस्ति तस्य निवारणं कुर्मः इति सिद्धान्ति अथवा प्राचीनाः चिन्तयन्ति अस्तु प्राचीनाः अपि निरासं करोति अपि च महोदयेन यथा उक्तं ग्रन्थकारः अपि तत्र निरासं कर्तुं प्रयत्नं करोति अग्रे गत्वा इति स्पष्टमस्ति वा स्पष्टं भेदः एव पृथक्त्वम् इति नवीननैयायिकानां मतं भेदः पृथक्त्वं न इति प्राचीनानां मतं किन्तु अधुना यद् भवता पठितं तद् कस्य मतमस्ति इति प्रश्नः यद्भवता पठितं पूर्वोक्ताः प्रत्ययाः पूर्वोक्तैः प्रत्ययैः यद् ज्ञानं जातं तत् पृथक्त्वस्य ज्ञानं नास्ति भेदस्य एव इति कस्य मतं स्यात् प्राचीनानां मतम् अन्य कोऽपि अथवा ग्रन्थकारः नूतनानां मतम् अस्ति नवीनानां मतं खलु अजितमहोदय यतोहि नवीनः एव वदन्ति भेदः एव पृथक्त्वम् इति प्राचीनाः तथा न वदन्ति खलु अस्तु किन्तु तत्र किं वदति यथा पूर्वोक्तं तद् भेदः एव इति उक्तं खलु तदर्थमेव नवीनाः वदन्ति भेदः तु सर्वत्र अस्ति इति चर्चितमपि भेदः सप्तपदार्थवृत्तिः परन्तु पृथक्त्वं केवलं द्रव्ये वर्तते परन्तु भेदः द्रव्ये अपि अस्ति गुणे अपि अस्ति सर्वत्र अस्ति इति कृत्वा नवीनाः किं वदन्ति एतावत् पर्यन्तं यत्र कुत्रापि पृथक्त्वावगाहि प्रत्ययाः आसन् यथा घटः पटात् पृथक् इत्यादिषु स्थलेषु तत्र सर्वत्र भेदः एव विषयः पृथक्त्वं नास्ति यतोहि भेदः सर्वत्र अस्ति इति अवगतम् अग्रे न च विनिगमनाविरहः इत्युक्ते अत्र जयन्ती भगिनी अस्ति वा? आं भगिनि, किञ्चित् साहाय्यं करोति वा तत्र? अत्र पूर्वं यत् उक्तं भवती भेदेन सर्वत्र निर्वाहः एतावत् पूर्वोक्ताः प्रत्ययाः इत्युक्ते प्रथमपरिच्छेदे भेदस्य पृथक्त्वस्य च को विशेषः इति अस्मिन् शीर्षके प्रथमपरिच्छेदे यत् उक्तं सर्वं भेदस्य भेदस्य निर्देशः एव कृतः अनेन तत्र पृथक्त्वेन किमपि न अवगाहते न च विनिगमनाविरहः इत्युक्ते भेदपृथक्तयोः वैलक्षण्यं विना युक्तिः न क्रियते, काचित् युक्तिः अस्ति येन अस्माभिः वक्तुं शक्यते यत् पृथक्त्वम् अतिरिक्तः भेदः अतिरिक्तः अस्ति इति. अस्मिन् भेदपृथक्तयोः चयनं करणीयं चेत् तत्र एकस्मिन् स्थाने अपरस्य प्रयोगः न कर्तुं शक्यते. भेदपृथक्तयोः भिन्नता अस्ति, किमपि कस्यचित् आधारेण केनचित् आधारेण एव अस्माभिः वक्तुं शक्यते यत् भेदपृथक्तयोः भिन्नता अस्ति इति. खलु भगिनि? परन्तु अत्र नवीनाः किं वदन्ति, भेदपृथक्तयोः भिन्नता नास्ति, यतोहि पृथक्त्वेन यद् विषयीकृतं तत्तु वस्तुतः भेदः एव. तर्हि अत्र आवयोः मतभेदः नास्ति, यतोहि भेदः सर्वत्र अस्ति इति उभयोः स्वीकृतं, खलु? उभयोः स्वीकृतं भेदः सर्वत्र अस्ति इति. तर्हि नवीनाः वदन्ति पृथक्त्वम् इति अपरः पदार्थः किमर्थं, सर्वत्र भेदेन निर्वाहः जातः एव, अत्र अवयोः कोऽपि मतभेदः नास्ति, तर्हि न च विनिगमनविरहः इत्युक्ते द्वयोः विकल्पयोः एतदेव समीचीनम् इति युक्तिः. भगिनी, अहं लिखितवती अग्रे पूर्वं, यया युक्त्याः द्वौ विकल्पेन एकं स्वीकृत्य तयो विनिगमनाविरहः. समीचीनं, नाम अत्र कोऽपि विरहः अथवा विच्छेदः वा किमपि नास्ति, उभयोः स्वीकृतं भेदः सर्वत्र अस्ति इति. अतः पृथक्त्वावगाहित्वेन ये प्रत्ययाः आसन् तेषु सर्वत्र भेदः एव विषयीकृतः कृतः, पृथक्त्वमिति अपरः गुणः न विषयीकृतः इति नवीनः वदन्ति. अस्तु, अग्रे अजितमहोदय. रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य क्लिप्तत्वात् इत्युक्ते रूपादौ इत्युक्ते रूपं रूपादिपदार्थौ रूपमिति किमस्ति, गुणः खलु, रूपगुणः रसादिप्रतियोगिकभेदस्य रूपे रसस्य भेदः भवति वा? रूपे रसस्य अस्ति खलु, भेदः इत्युक्ते किम्? अन्योन्याभावः. अन्योन्याभावः, अन्योन्याभावः स्वं विहाय जगति सर्वत्र इति कृत्वा रूपे रसस्य भेदः तु अस्ति एव. तु रूपादौ रसादिप्रतियोगिकभेदस्य उभयवादिसिद्धस्य उभयवादिसिद्धस्य इत्युक्ते इत्युक्ते उभौ अपि मन्येते कृतत्वात् इत्युक्ते सिद्धं भवति इत्युक्ते उभौ अपि अङ्गीकृतौ खलु उभाभ्याम् अङ्गीकृतः अयं विचारः गुणे गुणानाङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् इत्युक्ते रूपं न रसः रूपं न रसः इति केवलं भेदः न पृथक्त्वेन विषये सत्यं सत्यं रूपं न रसः इति प्रतीतिः पृथक्त्वेन निर्वाहितः न भवति किमर्थं न भवति इति पृथक्त्वेन निर्वाहः न भवति किमर्थं वाक्यस्य आदौ किमर्थमस्ति किमर्थम् इत्युक्ते रूपः गुणः एव खलु हा रूपम् इति गुणः पृथक्त्वमपि गुणः खलु पृथक्त्वम् इति गुणः अतः गुणे गुणानाङ्गीकारेण इति वाक्यस्य आदौ उक्तं पश्यति वा गुणे गुणानाङ्गीकारः इति तु सत्यं खलु उभाभ्याम् अङ्गीक्रियते रूपे अपि पृथक्त्वं नास्ति रसे अपि पृथक्त्वं नास्ति तर्हि रूपं न रसः इति प्रतीतिः केन निर्वाहितः भवति भेदेन अत्र अस्मिन् विचारे पृथक्त्वम् इति न भवति एव न आगच्छति एव यतोहि रूपे पृथक्त्वं न भवितुमर्हति इति वार्ता स्पष्टं वा अत्र पश्यन्ति चेत् ते वदन्ति यत् पृथक्त्वावत् गाहि प्रत्ययेन भेदः एव विषयीकृतः किमर्थम् उभयवादिसिद्धस्य क्लृप्तत्वात् रूपादौ अपि रसादिप्रतियोगिकभेदः अस्ति इति उभाभ्याम् अङ्गीकृतः तस्मात् अपि च गुणे गुणानाङ्गीकारात् इति कारणद्वयेन सर्वत्र भेदेन निर्वाहः भवति इति नवीनाः वदन्ति स्पष्टमस्ति प्रथमपरिच्छेदः तावदेव भेदः एव पृथक्त्वं किमर्थं कारणद्वयं दत्तं रूपे रसे इत्यादि गुणेषु अपि भेदः भवितुमर्हति द्वितीयं कारणमस्ति गुणे गुणः न भवितुमर्हति पृथक्त्वं गुणे न भवितुमर्हति इत्यस्मात् इति कारणद्वयम् अस्तु अग्रे सावित्री भगिनी अस्ति वा सावित्री भगिनी नास्ति चेत् तत्र रत्ना भगिनी पठति वा आं भगिनी पठामि यत्तु भेदस्थले प्रतियोगी अनुयोगी वाचकपदयोः प्रथमा विभक्तिः पृथक्तस्थले स्थले तु अवधिवाचकपदात् पञ्चमी आश्रयवाचकपदाश्च प्रथमा इति पदार्थयोः भेदसाधकं क्वचिदुक्तम् इत्युक्ते भेदस्थले प्रतीतिः कथं भवति पृथक्तस्थले प्रतीतिः कथं भवति इति चर्चितं भेदस्थले उदाहरणं घटः पटः न इति वदामः चेत् तत्र प्रतियोगी अनुयोगी द्वौ अपि प्रथमाविभक्ति भवन्ति भवतः किन्तु पृथक्त्वस्थले उदाहरणं घटः पठात् पृथक् इति वदामः चेत् तत्र पृथक्त्वस्य अवधिवाचकपदम् इत्युक्ते पठात् इति वदामः चेत् तत्र पञ्चमी भवति, अवधिवाचकपदं पञ्चमी भवति. पृथक्त्वस्य आश्रयवाचकपदः पदम् इत्युक्ते घटः प्रथमविभक्ति रूपे भवति इति पदार्थयोः भेदसाधकं इत्युक्ते अत्र प्रतीतिः अपि भिन्नभिन्नाः भवन्ति. भेदस्थले पञ्चमीविभक्ति न प्रथमाविभक्ति उपयोगमेव भवति, किन्तु पृथक्त्वस्थले प्रथमा पञ्चमी द्वयोः उपयोगं भवति इति दर्शितम्. तत्तु प्रक्रियामात्रं, प्रक्रियामात्रम् इत्युक्ते केवलवाचकम् इति वा भगिनि? हा, वाक्यस्य सिद्ध्यर्थं. हा, वाक्यस्य शैलीं दृष्ट्वा पृथक्त्वं भेदः भिन्नः इति न वक्तुं शक्नुमः. घटात् अन्यः पटः, भिन्नः पटः इत्यादि प्रयोग निर्वाहाय नै पद समभिव्यवहारे एव तादृशविभक्तिनियमस्य उपयोगात्. नैपद इत्युक्ते नकारात्मक इति किल. घटात् अन्यः पटः, भिन्नः पटः इति इत्यादि प्रयोगान् कुर्मः चेत् तत्र अर्थः भवति घटः पटः न इति, नकारात्मक प्रयोगः भवति इति व्यवहारे एव तादृशविभक्तिनियमस्य उपयोगात्. नाम घटः अन्यः पटः, घटात् अन्यः पटः, घटात् भिन्नः पटः इति समान अर्थः नै नै पद प्रयोगेण एव सिद्ध्यति. अत्रापि घटः पटात् भिन्नः अथवा घटात् भिन्नः पटः इत्यस्मिन् एकपद एकस्य पदस्य पञ्चमी विभक्ति अपरस्य प्रथमा विभक्ति इति अस्ति एव खलु? आम्. हा, इति एव उक्त्वा अयमेव अर्थः, अयमेव प्रयोगनिर्वाहः नै नैपदेन अपि जातः, नै पदस्य उपयोगेन अपि जातः. तर्हि कथं वा वक्तुं शक्नुयात् यद् विभक्तिभेदं दृष्ट्वा पृथक्त्वभेदयोः वैलक्षण्यम् अस्ति इति प्रश्नः. भगिनि, नैपदव्यवहारे इत्युक्ते नै पदव्यवहारे इत्युक्ते समभिव्यवहारे इत्युक्ते घटः पटो न इत्यस्मिन् नकारात्मकपदमस्ति खलु तत्र? अस्तु अस्तु. प्राचीनाः किं वदन्ति? अस्तु, पश्यतु, भेदस्थले प्रथमा विभक्ति, पृथक्त्वस्थले पञ्चमी प्रथमा, उभौ अपि स्तः. तर्हि तत्र वाक्यस्य शैली पश्यतु, तेन एव ज्ञायते यद् पृथक्त्वभेदयोः वैलक्षण्यम् अस्ति इति. हा, तस्य विरोधेन इदं सर्वं नवीनाः वदन्ति, तत्तु प्रक्रियामात्रम् इत्युक्ते तत्तु वाक्यस्य सिद्ध्यर्थम् एव. यतोहि घटात् भिन्नः पटः इति अपि प्रयोगः शक्यः, समानः एव अर्थः घटः पटोना इत्यनेन अपि वाचितम् इति. स्पष्टं वा? आं भगिनि. अस्तु, अग्रे भगिनि. पदभेदस्य अर्थभेदे अप्रयोजकत्वाच्च इत्युक्ते पुनः तदेव केवल विभक्ति भेदेन पदभेदेन अर्थभेदः न भवति अत्र इति तेषां मतम्. क्लि द्वितीयसाकाङ्क्षत्वात् यतते तदभावात् आद्येन कर्म कर्मसापेक्षकृतेः द्वितीयेन कर्मनिरपेक्षकृतेः अर्थान्तरस्य वा बोधः इत्यस्यापि स्वीकारपत्तेः. इत्युक्ते किञ्चित् लिखितमस्ति, तद्वदामि. पूर्वं लिखितं क्री धातुः कृतिः, यत्नः, प्रयत्नः इति अर्थे अपि उपयोगं कुर्वन्ति. तत्र द्वितीयसाकाङ्क्षत्वात् तत्र द्वितीयविभक्ति आवश्यकम् इति चिन्तयामि. कृदातुः सकर्मकः, तर्हि कर्म स्यात् खलु, कार्यं करोमि इत्यादिकं. इत्येव कर्मपदस्य द्वितीया विभक्ति, तदेव द्वितीया साकाङ्क्षत्वम् इति. यततेस्तु तदभावात्, यदि यतते इति वदामः चेत् तत्र अकर्मकः. क्रीडातुः सकर्मकः, यतते इति अकर्मकः. किन्तु अर्थः, तयोः अर्थभेदः नास्ति. अतः व्याकरणभेदेन अर्थभेदः भवति इति स्वीकारापत्तिः. सत्यम्. आद्येन कर्मसापेक्षा कृतेः, आद्येन इत्युक्ते प्रथमेण, क्रियः कृदातुना कर्मसापेक्षता भवति. द्वितीयेन यतते इत्यनेन कर्मनिरपेक्षकृतिः. इदं दृष्ट्वा अनयोः मध्ये अर्थभेदः अस्ति इति यथा न वक्तुं शक्नुमः, तद्वत् वाक्यशैलीभेदं दृष्ट्वा, प्रथमाविभक्ति, प्रथमापञ्चमीविभक्ति इति सर्वं दृष्ट्वा तत्र अर्थभेदः अस्ति इति न वक्तुं शक्यते इति नवीनः वदन्ति. इति स्पष्टं स्यात्? आं भगिनि. कोऽपि प्रश्नः वा अत्र? पुनः स्मारयामि, ये केऽपि लेखं न लिखितवन्तः कृपया लिखित्वा समर्पयन्तु. प्रश्नाः सन्ति चेत् पृच्छन्तु च, ई पत्रेण वा अथवा वर्गे. अस्तु, कोऽपि प्रश्नः नास्ति चेत् विरमामः. शुभरात्रिः. धन्यवादः भगिनी. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः.